सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आरम्भे सुभाषितं शृणुमः. भगिनी सुभाषितं श्रावयतु. आं भगिनि. गुरुभ्यो नमः. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या विहीन पशुः. गुरुभ्यो नमः. धन्यवादाः भगिनी. सप्तमी विभक्तिः इति विषयः प्रवर्तमानः अस्ति. तस्मिन् प्रसङ्गे कांश्चन अभ्यासान् वयं कृतवन्तः. अद्यापि स एव विषयः अनुवर्तते. अद्य तं विषयं समापयितुं प्रयत्नं कुर्मः. इत्युक्ते अवशिष्टाः अभ्यासाः सन्ति. अवशिष्टान् अभ्यासान् कृत्वा अस्य विषयस्य समापनं कुर्मः. इत्युक्ते अथवा अद्य तं विषयं समापयामः. अत्र सर्वे नवषष्टितमं पुटं पश्यन्तु. अहं किम् उक्तवती? नवषष्टितमं पुटं पश्यन्तु इति उक्तवती. तत्र पुटशब्दः पुंलिङ्गे नपुंसकलिङ्गे अपि अस्ति इति भाति. पृष्टम् इति अन्यत् पदमस्ति. पृष्टम् इति नपुंसकलिङ्गपदमस्ति. नवषष्टितमं पृष्ठम् आरभ्यते सम्प्रति. पृष्ठं नपुंसकलिङ्गशब्दः अस्ति. नवशब्दस्य प्रसङ्गे अहं किञ्चित् वदामि. नवशब्दस्य अर्थद्वयं वर्तते. नव इत्युक्ते नूतन. नव इति पदस्य अर्थः कः इति अहं दृष्टवती. नूयते स्तूयते अनेन इति नव. नवशब्दात् पूर्वं प्रा इति उपसर्गस्य योजनेन प्रणव इति पदं सिद्ध्यति. भवन्तः सर्वे जानन्ति एव प्रणवः. प्रणवः इत्युक्ते प्रकर्षेण नूयते स्तूयते इति प्रणव. अत्र सङ्ख्यावाचकशब्दः नवशब्दः. नवशब्दः सङ्ख्यावाचकशब्दः अस्ति चेत् तस्य प्रातिपदिकं नवन् नकारान्तप्रातिपदिकमस्ति. इत्युक्ते हलन्तशब्दः नवन् प्रातिपदिकमस्ति. सङ्ख्यावाचकशब्दस्य प्रसङ्गे नवशब्दस्य रूपाणि प्रथमाविभक्त्यां नव, तृतीयायां नवभिः, चतुर्थीविभक्त्यां नवभ्यः, पञ्चम्यां नवभ्यः, षष्ठीविभक्त्यां नवानां, सप्तमीविभक्तौ नवसु इति रूपाणि भवन्ति. इत्युक्ते नवशब्दस्य रूपाणि सप्तसु विभक्तिषु अहम् उक्तवती, किन्तु त्रिषु लिङ्गेषु तस्य रूपाणि समानानि भवन्ति. नवशब्दस्य रूपाणि इत्युक्ते रूपेषु भेदः नास्ति त्रिषु लिङ्गेषु. संशयः भगिनि, नवन् नकारान्त वा? नकारान्त. नकारान्त. राजन् शब्दवत् न? अत्र राजन् शब्दवत् न. अत्र प्रथमा सोरि नव इति ह्रस्व वाकार वा? ह्रस्व अकारः अन्ते. ह्रस्वाकार. एतावत् रूपाणि नव नव नवभिः नवभ्यः नवभ्यः नवानां नवसु इति रूपाणि भवन्ति. इत्युक्ते भवन्तः सर्वे जानन्ति एव एकवचनरूपं नास्ति, द्विवचनरूपं नास्ति, केवलं बहुवचनरूपाणि एव सन्ति. अपि च त्रिषु लिङ्गेषु तस्य रूपाणि समानानि भवन्ति. अपि च अत्र यद्यपि विषयान्तरमस्ति तथापि नवशब्दस्य प्रसङ्गे किञ्चित् अहं वक्तुमिच्छामि. नवशब्दस्य अर्थः नूतन इति अर्थः अस्ति चेत् तत्र विशेषणं भवति. इत्युक्ते नव प्रातिपदिकम् अकारान्तप्रातिपदिकं भवति. अजन्तप्रातिपदिकं नवः नवा नवम् इत्यादीनि रूपाणि त्रिषु लिङ्गेषु रूपाणि भवन्ति. इत्युक्ते नवशब्दस्य अर्थः नूतन इति चेत् विशेषणं भूत्वा तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. नव इति शब्दस्य अर्थः नूतना अस्ति चेत् तत् पदं कथं निर्मितम् इति दृष्टवती. नू इति एकः धातुः अस्ति. पूर्वम् एकस्मिन् वर्गे लता भगिनी उक्तवती एव, नू धातोः रूपं लट्लकाररूपं नौति. नौति अदादिगणीयधातुः अस्ति. मूर्धन्य अणकारादिधातुः अस्ति एकः धातुः. णु स्तुतौ इत्यस्मिन् अर्धे अस्ति. अयं धातुः अदादिगणे अस्ति, तस्य रूपं नौति. स्तवने इत्यस्मिन् अर्धे अस्ति. स्तौति अपि अदादिगणीयधातुः एव, नौति अपि अदादिगणीयधातुः एव. नु इति धातुः उकारान्तधातुः. साधारणतया उकारान्तधातुः अस्ति चेत् वयं व्याकरणवर्गे किं पठितवन्तः, तत्र गुणकार्यं भूत्वा नो भवति इति वयं पठितवन्तः. किन्तु अत्र नू धातोः प्रसङ्गे विशिष्टं कार्यं भवति. विशिष्टं कार्यम् इत्युक्ते तत्र एकं सूत्रमस्ति, उतो वृद्धिर्लुकि हलि इत्युक्ते उकारान्त अङ्गस्य वृद्धिः भवति. लुकि इत्युक्ते लुक् भवति, अदादिगणे शप् इत्यस्य लुक् भवति. लुकि हलि हलादिपित् प्रत्यये परे वृद्धिः भवति इति सूत्रं वदति. तस्मात् कारणात् नु नौ भवति. उकारस्य वृद्धिसंज्ञकवर्णः औकारः, तदर्थमेव नौति इति रूपं तत्र सिद्ध्यति. तथा एव स्तु स्तौति इति रूपं भवति. वयं घञन्तरूपाणि परिशीलयामश्चेत् पठ् पाठः, भुज् भोगः इत्यादीनि रूपाणि सिद्ध्यन्ति. किन्तु अत्र नु धातुतः नव इति रूपं सिद्ध्यति. नु इत्यस्य गुणकार्यं भूत्वा नोव भवति वा इति वयं चिन्तयामः, किन्तु नु धातुतः नव, स्तु धातुतः स्तव इति रूपाणि सिद्ध्यन्ति. अत्र किम् अभवत् इत्युक्ते घञ् प्रत्ययस्य अपवादत्वेन तत्र एकः भिन्नः प्रत्ययः आयाति इति कृत्वा नु धातुतः नव इति रूपं सिद्ध्यति. स्तु स्तु धातोः लट्लकाररूपं स्तौति, किन्तु स्तु धातुतः स्तव इति पदं सिद्ध्यति. एतावता एतत् सर्वं विषयान्तरम्, अस्माकं विषयः नास्ति. एतत् सर्वं बुध्यते चेत् साधु, न अवगम्यते चेदपि साधु एव. नवषष्टितमं पुटं प्रति गच्छेम अधुना अभ्यासार्थम्. इतोपि कांश्चन अभ्यासान् कृत्वा अग्रिम अध्यायं प्रति सरेम. अत्र षष्ठः अभ्यासः अस्ति. अरुणा भगिनी भवती आरम्भं करोतु. आम् आं भगिनि. षष्ठ बिन्दुः, स्वस्य वर्धनाय कुत्र कुत्र आसक्तिः भवतु, कुत्र कुत्र मास्तु इति निर्णयत. स्वस्य वर्धनाय, स्वस्य षष्ठी एकवचनं, प्रातिपदिकं किं भगिनि? स्व एव साधारणतया स्वधर्मः समस्तपदमस्ति चेत् तत्र विग्रहवाक्यं स्वस्य धर्मः इति वदामः. तथा एव स्वजनः इति पदमस्ति चेत् स्वस्य जनः. अत्र पृथक्तया लिखितमस्ति इत्युक्ते स्वस्य वर्धनाय इति पृथक्तया लिखितमस्ति. समस्तपदं कृत्वा लेखितुं शक्यते वा इति अपि चिन्तयितुं शक्नुमः. स्ववर्धनम् इति अपि भवितुमर्हति इति मम चिन्तनम्. सामान्यतया स्वस्य आत्मनः अति वर्धन्ते. आत्मनस्तु कामाय सर्वं प्रियं भवति. अत्र आत्मनः अन्टी स्वस्य, स्वस्य अर्थेन लिखित् तदेव अहं चिन्तयामि. स्वस्य लता भगिनी वदतु. स्वस्य पुल्लिङ्ग इति दृश्यते किल, स्वस्याः स्त्रीलिङ्गे अस्ति वा? स्त्रीलिङ्गे किं भवति इति अन्या वार्ता. किन्तु अत्र स्वस्य वर्धनाय इति पृथक्तया लिखितम् अस्ति. अत्र समस्तपदं कृत्वा लिखामश्चेत् स्ववर्धनम् इति भवति. धर्मः, मोहः, त्यागः, कीर्ति, त्यागः ते पुल्लिङ्गशब्दाः किल. सो स्वस्य धर्मः, स्वस्य मोहः, तदर्थं वा भगिनि? अहं दृष्टवती स्वशब्दस्य अर्थे स्व इत्युक्ते आत्मीयार्थे अकारान्त स्वशब्दः स्वः स्वौ स्वे स्वाः इति प्रथमविभक्तिरूपम् अकारान्तशब्दः पुल्लिङ्गशब्दः अकारान्तपुंलिङ्गशब्दः धन्यवादः भगिनि. अधुना अरुणा भगिनी वदतु, अत्र वर्धनम् इति पदमस्ति, भवती यद् जानाति तद् वदतु. धातु वृद्ध धातु गुण भवति वृद्ध भवति वर्धनाय पञ्चमी चतुर्थी विभक्ति वर्धनाय वर्धनं कथम् आगच्छति न जानामि. ल्युट् मे ल्युट् प्रत्यय ल्युडन्तं ल्युडन्तमेव कुत्र अत्र अव्ययं प्रश्नार्थक प्रश्नार्थवाचकशब्दम् आसक्तिः अस्धातुः नास्ति. अत्र आसक्तिः इति पदमस्ति, आङ् उपसर्गः अस्ति, तत्र सक्तिः इति क्तिन् प्रत्ययान्तरूपम् अस्ति, क्तिन् प्रत्ययान्तरूपं मतिशब्दवत् रूपम् अस्ति. भुवादिगणे एकः धातुः अस्ति, सञ्ज् धातुः अस्ति, सञ्ज् धातोः रूपं सजति अस्ति, इत्युक्ते तत्र दंस सञ्ज स्वजां शपि इति एकं सूत्रमस्ति, तेन सूत्रेण तत्र नकारस्य लोपः भूत्वा सजति इति रूपं सिद्ध्यति. किन्तु अत्र स एव धातुः अस्ति किन्तु तिन् प्रत्ययान्तरूपम् अस्ति. भवतु वदतु. भवतु भूधातु भवादिगणे लोट् लकार पदम पुरुष एकवचनम् तावत्तु भवता भवतां भवन्तु निर्णयतान्तरूपं भगिनि निर्णयत क्रियापदमेव सर्वे शृण्वन्तु यदा अरुणा भगिनी वदन्ती अस्ति अन्ये सर्वे शृण्वन्तु यदा अहं पृच्छामि तदा उत्तरं दीयताम् भगिनी निर्णयत निर्योगः निर् उपसर्गः अस्ति इति मन्ये इन् गतौ निर्णयपद प्रथमपुरुष एकवचनं अत्र निर् उपसर्गः अस्ति नी धातुः अस्ति नी धातुः नी धातोः रूपं लट्लकाररूपं नयति किन्तु अत्र नयत इति निर्योगः नयत निर्णयत इति रूपम् अस्ति. एतावता अस्य लकारः कः लोट् लोट् भगिनि मध्यमपुरुषबहुवचनं मध्यमपुरुषबहुवचनम् आत्मनेपदीरूपं नास्ति नी धातोः रूपं नयति इति रूपम् अस्ति. लोट्लकाररूपाणि कथं भवन्ति नयतु नयतां नयन्तु तादृशरीत्या रूपाणि भवन्ति. मध्यमपुरुषबहुवचनरूपम् अत्र दत्तमस्ति. अत्र किं लिखितमस्ति स्वस्य वर्धनाय कुत्र आसक्तिः भवतु कुत्र मास्तु आसक्तिः इति निर्णयत इति लिखितमस्ति. भवत्याः आसक्तिः कस्मिन् विषये अस्ति? मम वेदान्तपठनं व्याकरणविषये समास शक्ति विग्रहवाक्यशक्ति अपि आसक्तिः अस्ति. उत्तमम्. उदाहरणं पठित्वा वाक्यानि पूरयतु. आं भगिनि, धर्मे आसक्तिः भवतु. धर्मे धर्म अकारान्तपुंलिङ्गशब्दः धर्मः धर्मे षष्ठी सप्तमी एकवचनं आसक्तिः चिन्तत वयम् आङ्पूर्वक तिन् प्रत्यय सज् दातु इति अहम् उक्तवान् भवत्या उक्तवन्तः आसक्ति भवतु लौट्लकारं प्रथमपुरुष एकवचनं. भवती किम् उक्तवती? भवत्या अधुना उक्तम् इति कर्मणि प्रयोगे वाक्यमस्ति, अथवा भवती अधुना उक्तवती इति कर्तरि प्रयोगे वाक्यं भवति. भवती अवदत् कर्मणि प्रयोगे अहं किं कर्तुम् इच्छामि इत्युक्ते अत्र वाक्यं कर्तरीप्रयोगे अथवा कर्मणि प्रयोगे लङ्लकाररूपम् अथवा तवत् रूपं किमपि योजयित्वा वाक्यं समीचीनतया वक्तव्यं. चिन्ता मास्तु भगिनि, अत्र स्तम्भद्वयम् अस्ति. स्तम्भद्वये कानिचन पदानि दत्तानि, तानि पदानि योजयित्वा अत्र द्वादश वाक्यानि लेखनीयानि. अत्र धर्मः अत्र उदाहरणे दत्तं, मोहः आसक्तिः न मास्तु, आसक्तिः मास्तु. लोभे ओ क्षम्यता, लोभे ओके, लोभे आसक्तिः न भवतु आर् मास्तु. मास्तु, उत्तमं. लोभे आसक्तिः मास्तु. अग्रिमं, त्यागे, त्यागः, त्यागे आसक्तिः भवतु. उत्तमं. तत्र त्यज् धातोः रूपमेव त्यागः. त्यजति इति वयं जानीमः एव, त्यज् धातोः रूपं त्यागः. अग्रिमं, कीर्तिः, कीर्तेः आसक्तिः मास्तु. कीर्तेः किमर्थम्? कीर्तौ, क्षम्यतां, कीर्तेः इति षष्ठी, कीर्तौ, कीर्ति इति कारन्त स्त्रीलिङ्गम् अहं मन्ये, कीर्तौ सप्तमी एकवचनं. कीर्तौ एव भवति वा नो चेत् कीर्त्याम् इति अपि रूपं भवति वा? कीर्त्याम् इति रूपमपि अस्ति वा? मतिशब्दवत् अभवत्. रूपद्वयमपि अस्ति इति मम चिन्तनमस्ति. अत्र कीर्तिः इति पदमस्ति. कीर्तिः इति पदम् अपि क्तिन् प्रत्ययान्तरूपमेव. तत्र चुरादिगणे एकः धातुः अस्ति, क्रूत् संशब्दने इति धातुः अस्ति, तस्य धातोः क्तिन् प्रत्ययान्तरूपमेव कीर्तिः. अग्रिमं करोतु. साधना, साधनायाम् आसक्तिः भवतु. साधनायाम् आसक्तिः भवतु. साधना इति कीदृशं पदम्? लिङ्गं किम्? आकारान्तस्त्रीलिङ्गं भगिनि. आकारान्तस्त्रीलिङ्गपदम्, उत्तमं. रूपं किं भवति सप्तम्यां? साधनायां, साधनयोः, साधना भवति, साधनेषु. तत्र साधना इति लता शब्दवत् भवति चेत् रूपाणि साधनायां, साधनयोः, साधनासु. साधनासु, अत्र तु पदमस्ति साधना, आकारान्तस्त्रीलिङ्गपदमस्ति, किन्तु साधनम् इति ल्युडन्तपदमपि अस्ति. साधनम् इति ल्युडन्तपदं नपुंसकलिङ्गपदम् अस्ति. साधना पदस्य निष्पत्तिः कथं भवति इति पश्यामश्चेत्, साध् इति धातुः अस्ति, तत्र णिच् योजितमस्ति, तदनन्तरम् एकः प्रत्ययः अस्ति, तेन आकारान्तस्त्रीलिङ्गपदं सिध्यति. साध् धातोः रूपं साध्नोति इति लट्लकाररूपम् अस्ति. स्वादिगणे अस्ति साध्नोति, पञ्चमे गणे साध्नोति इति क्रियापदम् अस्ति. अपि च पठनं करोतु. पठनं, पठने आसक्तिः भवतु. पठनम् इति नपुंसकलिङ्ग शब्दः, तथा पठने आसक्तिः भवतु. उत्तमं. भगिनी पृच्छतु. प्रश्नः अस्ति, कीर्ति कीदृशधातु भगिनि? भवत्या उक्तं न श्रुतं. चुरादिगणे संशब्दने इत्यस्मिन् अर्थे क्रूत् एकः धातुः अस्ति, तस्मात् आगतम् इति अहं चिन्तयामि. किन्तु क्तिन् प्रत्ययान्तरूपमेव, यथा आसक्तिः इव कीर्तिः, मतिः, शान्तिः, एतानि पदानि क्तिन् प्रत्ययान्तरूपाणि, अपि च स्त्रीलिङ्गपदानि. उत्तमम्. एतावत् अत्र कानिचन पदानि पुंलिङ्गपदानि सन्ति. धर्मः, लोभः, त्यागः, मोहः पुंलिङ्गपदानि, साधना स्त्रीलिङ्गपदं, पठनं नपुंसकलिङ्गपदं, पुण्यं पापं नपुंसकलिङ्गपदं. धन्यवादः भगिनी. अधुना भूमा भगिनी भवती करोतु. मोहः, मोहे आसक्तिः मास्तु. अकारान्त मोहः अकारान्त पुल्लिङ्गः सप्तमी विभक्ति मोहे आसक्तिः मास्तु. उत्तम. अत्र मुह् इति धातुः अस्ति. मुह् धातोः रूपमेव मोहः. तत्र मुह् धातोः लट्लकाररूपं मुह्यति. गुणं भूत्वा मोहः भवति वा? मोहः भवति. अत्र किमर्थं गुणकार्यं भवति इत्युक्ते तत्र मुह् इति धातौ उपधायाम् उकारः ह्रस्व उकारः अस्ति इति कृत्वा तत्र मुह् मोह् भवति, तथा मोहः इति रूपं सिद्ध्यति. तत्र मुह् धातोः लट्लकाररूपं मुह्यति. मुह्यति इति दिवादिगणे अस्ति इति कृत्वा तत्र या श्रूयते. मुह् धातोः रूपमेव मोहः. धातुः उदुपदधातुः हलन्तधातुः. अग्रे करोतु. सत्सङ्गः. सत्सङ्गे आसक्तिः भवतु. सत्सङ्गः अकारान्त पुल्लिङ्गः. सत्सङ्गः समस्तपदम्. उत्तमं. सतां सङ्गः इति सताम् इति तत्र षष्ठी बहुवचनरूपं भवति. सतां सङ्गः इति रूपं भवति. अग्रे करोतु. पुण्यं. पुण्यं नपुंसकलिङ्गम् अस्ति. पुण्ये आसक्तिः भवतु. तत्र पुण्यम् इति पदस्य प्रसङ्गे एकः धातुः अस्ति पू. तत्र ऊकारान्तधातुः अस्ति. तस्य लट्लकाररूपं पुनाति. तत्र पुनाति क्रयादिगणे अस्ति. क्रयादिगणे अस्ति इति कारणतः मध्ये श्ना इत्यस्मात् न आयाति इति कृत्वा पुनाति इति रूपं सिद्ध्यति. करोतु. पापं. पापे आसक्तिः मास्तु. पापे पापं अकारान्त सप्तमी विभक्ति पापे. उत्तमम्. अत्र पापम् इत्यस्मिन् प्रसङ्गे अन्यानि पर्यायवाचकपदानि सन्ति. भवती जानाति चेत् वदतु. पापं. पापम् इत्यस्य प्रसङ्गे अन्यानि पर्यायवाचकपदानि कानि इत्युक्ते किल्बिषम्. किल्बिषं दुरितम्. एते पर्यायवाचिनः शब्दाः. अग्रे करोतु. भोगः. अकारान्त पुल्लिङ्गः. भोगे आसक्तिः मास्तु. उत्तमम्. अत्र धातुः अस्ति भुज् धातुः. भुज् धातोः रूपमेव भोगः. घञ् प्रत्ययान्तरूपम् अस्ति. अत्र भोगः इत्युक्ते किम्? भोगः अत्य सौकर्य अतिसौकर्यः अत्यधिकसौकर्यः. तथा चिन्तयामः. किन्तु सुखदुःखादि अनुभवः. सुखदुःखादि अनुभवः एव भोगः इति लिखितमस्ति. अत्र भुज् धातुः उभयपदी धातुः अस्ति इति कृत्वा तस्य रूपद्वयम् अस्ति. भुनक्ति एकं रूपं, परस्मैपदरूपं भुनक्ति अस्ति. किन्तु आत्मनेपदरूपं भुङ्क्ते. भुज्यते असौ इति भोगः. भुज्यते इति कर्मणि लट्लरूपं. भुज्यते एषः, स एव भोगः. एतावता सुखदुःखादि अनुभवः एव भोगः. एतावता भुज् धातुः रुधादिगणे अस्ति इति कृत्वा तस्य विशिष्टानि कार्याणि भूत्वा भुनक्ति भुङ्क्ते इति रूपद्वयम् अपि सिद्ध्यति. अग्रे करोतु. शान्तिः. शान्त्यां. शान्तौ. मत्यौ. मत्यां. मत्यौ. शान्त्यां. शान्त्यौ आसक्तिः भवतु. मतिः मतौ भवति. ओ मतौ. शान्तौ. शान्तौ. शान्त्यां. शान्त्यां. मतौ. मत्यां. मत्यां रूपं मतौ इति रूपमपि. भगिनी अत्र सूच्य तत्पदं न अत्र अस्ति. अस्माकं नूतनपुस्तकम् अस्ति चिन्तयामि भगिनि, तत् अत एव द्विपदं नूतन अस्ति, द्वे पदम् अत्र दत्ताः दत्तानि पदानि यज्ञः लोभः सत्सङ्गः पुण्यं पापं धृतिः। एवं वा, अत्र मम पार्श्वे तु पुरातनं पुस्तकम् इति भाति, इति कृत्वा अत्र शान्तिः इति लिखितम् अस्ति। शान्तिः अक्षान्तिः, शान्तिः। भूमा भगिनी वदतु। शान्तिः इकारान्त स्त्रीलिङ्गः, इकारान्त स्त्रीलिङ्गपदम् अस्ति। शं धातोः रूपमेव शान्तिः। शं धातोः रूपं दिवादिगणे शाम्यति इति रूपम् अस्ति। तत्र शमाम् अष्टानां दीर्घः श्यनि इति सूत्रेण शाम्यति इति लट्लकाररूपम् आयाति। श्यमादिगणः इति एकः गणः अस्ति, तस्मिन् गणे अष्टधातवः सन्ति, तेषां प्रसङ्गे शमाम् अष्टानां दीर्घः श्यनि इति सूत्रेण दीर्घत्वं भूत्वा शाम्यति इति रूपं भवति। किन्तु अत्र तिन् प्रत्यान्तरूपम् अस्ति। शान्तिः इत्युक्ते कामक्रोधादि प्रशमः, कामक्रोधादिजयः एव शान्तिः, अथवा चित्तोपशमः, अथवा विषयेभ्यः मनसः निवारणम्, विषयेभ्यः मनसः निवारणेन शान्तिः प्राप्यते इति तत्र विषयः अस्ति। अस्तु, धन्यवादाः भगिनी। धन्यवादः। अनन्तरं शोभा भगिनी भवती करोतु, अत्र किं लिखितमस्ति अग्रे पठतु। आं भगिनि, एतानि सप्तमी विभक्तिरूपाणि सावधानतया वदतु भगिनि। तदपूर्वं माङ्क् इति पदस्य विवरणं कृपया ददातु। मा निषेधकपूर्वप्रत्यय अस्तु न माङ्क्। सम्यक्तया न जानामि, कोऽपि वदति चेत् साधु। मास्तु इत्यस्मिन् प्रसङ्गे मा योगः अस्तु, तत्र माङ् उपसर्गः अस्ति, तस्मिन् प्रसङ्गे अपि ज्ञातव्यम्। मा योगः अस्तु मास्तु भवति, किन्तु अत्र भगिन्याः प्रश्नः तु मास्तु इत्यस्मिन् प्रसङ्गे माङ् उपसर्गः अस्ति, तस्मिन् प्रसङ्गे इतोपि ज्ञातव्यम्। शुभदा भगिनी वदतु। मा इति अव्ययम् अस्ति वा भगिनि? अव्ययम्, तदेव अहं जानामि भगिनि। गोमती भगिनी भवती यद् जानाति तद् वदतु। अहम् इदानीं मा गमः पार्थ इत्रैव तत्रैव जानामि, गीतावाक्यं तत्र लुङि अकार लोपः भवति तत्रैव अहं जानामि, तत्रैव अहं जानामि। तत्र लुङ्लकारप्रसङ्गे अकारस्य लोपः भवति, अहमपि पठितवती गीतावाक्यं मास्मगमः पार्थ इति वाक्ये। इतोपि तत्रैव अहं जानामि भगिनि। कक्षायाः अनन्तरं किञ्चित् दृष्ट्वा वक्तुं शक्नोमि। अस्तु अस्तु भगिनि। शोभा भगिनी वदतु। आं भगिनि, एतानि सप्तमी विभक्तिरूपाणि सावधानतया पठत। अस्तु, तत्र एतानि इति बहुवचने, एतत् इति तत्र तद् प्रातिपदिकम्, एतत् इति शब्दस्य एतानि बहुवचने, सप्तमी विभक्ति किं वदनीयं, सावधानतया पठत, पठत इति मध्यमपुरुषे बहुवचने लोट्लकारे, किमपि वदन्ति वा भगिनि सप्तमीविभक्तिरूपाणि इत्यस्य कृते? साधारणतया सप्तमः इति वदामः, किन्तु अत्र सप्तमी इति ईकारान्त स्त्रीलिङ्गरूपं दत्तमस्ति। यदा कदापि तादृशरीत्या ई अस्ति चेत् तत्र नीप् नीश् नीन् तत्र त्रयः स्त्रीप्रत्ययाः सन्ति, तेषु अन्यतमः नीष् प्रत्ययः। नीष् प्रत्ययः अस्ति चेत् तत्र ञकारः षकारः इति संज्ञकवर्णानां लोपः भूत्वा ईकारः अन्ते सिध्यति इति अहं पठितवती, तदर्थमेव सप्तमी इति पदम् आगतम् अत्र. एतावता समस्तपदम् इदं पदं सावधानतया वदतु. सा अवधान, सा अवधान, अवधानम् इति पदम् अवधानतया सा, तत्र अवधाना इति स्त्रीलिङ्गे, सावधाना इति स्त्रीलिङ्गे अस्ति, अतः सावधानतया इति. सावधाना अस्ति वा अथवा इतोपि किम् अस्ति? सावधानता तल् प्रत्ययः, तल् प्रत्ययः, सुन्दरता इति शब्दवत्, शब्दवत् किल भगिनि. सावधानता इति अस्ति कृत्वा स्त्रीलिङ्गे सावधानतया, तत्र तल् प्रत्ययानि स्त्रीलिङ्गे एव भवति इति मन्ये. अपि च किं तत्र अवधानम् इति पदम् अस्ति किल भगिनि, तत्र सा अवधानम् इति अस्ति वा? अत्र सावधानम् इति पदमस्ति चेत् तत्र अव इति उपसर्गः अस्ति. अव उपसर्गपूर्वकः धा धातुतः ल्युट् प्रत्ययस्य योजनेन सावधानम् इति पदं सिध्यति. किन्तु तल् प्रत्ययः तद्धितप्रत्ययः अस्ति. तद्धितप्रत्ययः इत्युक्ते प्रातिपदिकात् विशिष्ट तद्धितप्रत्ययस्य योजनेन तद्धितान्तानि सिध्यन्ति. अत्र तल् प्रत्ययस्य रूपं दत्तमस्ति, अवधानेन सहितम् इति वक्तुं शक्नुमः. धा धातोः रूपमेव इत्युक्ते जुहोत्यादिगणे अस्ति धा धातुः, तस्य लट्लकाररूपं दधाति. अत्र मूलधातुः तु धा धातुः. अस्तु, तत्र सा योगः अवा योगः धा धातुः अपि च तद्धितप्रत्ययः. अस्तु, तल् अस्तु, सावधानता इति प्रथमाविभक्त्यन्तं रूपम्, अत्र तृतीयान्तम्. आम् वदतु. अग्रिमं तत् इति पदं पुंलिङ्गे नपुंसकलिङ्गे च, तत्र तस्मिन् तयोः तेषु इति सप्तमी विभक्त्यां भवन्ति, स्त्रीलिङ्गे तस्यां तयोः तासु इति भवन्ति. तत्र अस्तु, तत्र तत् इति तद् इति प्रातिपदिकेन आगतः शब्दः, प्रथमविभक्तौ एकवचने तत् इति. अपि च अत्र यदस्ति तत् केवलं पठतु. अस्तु, तत्र तस्मिन् तयोः तेषु इति पुंलिङ्गे, तस्यां तयोः तासु इति स्त्रीलिङ्गे, अपि च एतत् इति अन्यद् पदं तद् प्रातिपदिकेन आगतः. पुंलिङ्गे नपुंसकलिङ्गे च एतस्मिन् एतयोः एतेषु, स्त्रीलिङ्गे एतस्याम् एतयोः एतासु, तत्र अस्तु स्त्रीलिङ्गे इति कृत्वा तत्र तासु एतासु इति भवन्ति भवतः. किम् इति शब्दः किम् एव प्रातिपदिकम् इति मन्ये. पुंलिङ्गे नपुंसकलिङ्गे च कस्मिन् कयोः केषु, स्त्रीलिङ्गे कस्यां कयोः कासु. अनन्तरं भवत् इति शब्दः, भवत् इति एव ओ तत्र अस्तु क्षम्यतां प्रातिपदिकमेव. पुंलिङ्गे नपुंसकलिङ्गे च भवति, भवतोः, भवत्सु सप्तमीविभक्त्यां, स्त्रीलिङ्गे भवत्यां, भवत्योः, भवतीषु. तत्र साधारणतया स्त्रीलिङ्गे सु इति आगच्छति अन्ते, किन्तु तत्र पुंलिङ्गे भवत्सु इति अस्ति, स्त्रीलिङ्गे भवतीषु इति अस्ति. सर्व इति शब्दं पुंलिङ्गे नपुंसकलिङ्गे च सर्वस्मिन् सर्वयोः सर्वेषु, सर्वा इति स्त्रीलिङ्गे, सर्वस्यां सर्वयोः सर्वासु. अपि च अस्मद् इति शब्दः त्रिषु लिङ्गेषु भवति, मयि आवयोः अस्मासु, अपि च युष्मद् शब्दः अपि त्रिषु लिङ्गेषु भवति, त्वयि युवयोः युष्मासु इति. तावदेव. उत्तम. तद् शब्दः दकारान्तशब्दः, किं शब्दः मकारान्तशब्दः, भवत् शब्दः तकारान्तशब्दः, सर्वशब्दः अकारान्तशब्दः, पुंलिङ्गे नपुंसकलिङ्गे अकारान्तशब्दः, स्त्रीलिङ्गे आकारान्तशब्दः, अस्मत् शब्दः युष्मत् शब्दः, पुनः दकारान्तशब्दः. तावदेव अत्र लिखितमस्ति. अग्रिमे पुटे पठतु. यतोदाहरणं वाक्यानि रचयत. तत्र द्वे स्तम्भद्वयं दत्तं. तत्र एषः सः इति अस्तु. तत्र उदाहरणं पठामि. उदाहरणं बालः एतस्मिन् विनयं प्रदर्शयति. अस्तु, बालः उपयुज्य एतस्मिन्. अस्तु, त्रीणि स्तम्भानि सन्ति किल? सत्यं भगिनि, त्रीणि स्तम्भानि सन्ति, नो चेत् चत्वारि सन्ति. चत्वारि सन्ति. बालः अपि वाक्यरचनां कृते चत्वारि स्तम्भानि. अस्तु, तत्र एतस्मिन् कुतः स्वीकृतम् इत्युक्ते एषः इत्यस्य एतस्मिन् अपि च विनयं स्वीकृत्य तत्र प्रदर्शयति स्वीकृत्य रचितं. बाल तत्र सः अस्ति, अग्रिमम् आदरम् अस्ति. बालः एतस्मिन् अस्ति, तस्मिन् आदरं प्रकटयति अथवा प्रदर्शयति इति भवितुम् अर्हति. उत्तम. अत्र भगिनी एषः इत्यस्य सप्तमी रूपम् एतस्मिन् इति दत्तम् अस्ति, प्रदर्शयति तस्मिन् प्रसङ्गे वदतु. अस्तु, प्रा उपसर्गः दृश् इति धातुः, णिच् प्रत्ययः, प्रदर्शयति इति भवति प्रेरणार्थे. स्वार्थे न न भगिनि, प्रेरणार्थे एव प्रदर्शयति. ओके, अस्तु. अहं चिन्तितवती तत्र अर्थे तदा भवति वा इति. सः प्रदर्शयति, दृश् धातोः साधारणलट्लकाररूपं पश्यति, किन्तु अत्र प्रेरणार्थे णिजन्तरूपं योजितमस्ति. णिच् प्रत्ययं योजयित्वा दर्शयति इति क्रियापदं सिद्ध्यति. एक सन्देहः भगिनि, तत्र पश्यति तु प्रेरणार्थे नास्ति, प्रदर्शयति. सामान्यतया वयं पश्यामः प्रेरणार्थे भवति चेत् कोऽपि अन्यः वयं कारयामः इति अन्येन, किन्तु प्रदर्शयति अपि प्रेरणार्थे इति एव भवति किल. प्रदर्शयति, सः एव प्रदर्शयति इति मम सन्देहः तत्र. अत्र तु निजन्तरूपमेव, निजन्तरूपं, किन्तु अन्येषां कृते प्रदर्शयति, किन्तु कारयति न, न कारयति इति इति सन्देहः. अनदर पर्सन शो इट, ही हिमसेल्फ इज शोइंग इट, दैट्स व्हाट भगिनी मीन्स न. इत्युक्ते अत्र बालः न पश्यति, बालः प्रदर्शयति. भगिनि भगिनि, दृश्यधातु भ्वादिगणे अस्ति, चुरादिगणे न. चुरादिगणे अस्ति चेत् अपि स्वार्थे आयाति न? दृश् धातुः चुरादिगणीयः नास्ति. अत्र तु केवलं प्रेरणार्थे एव णिच् प्रत्ययः अन्ते अस्ति. अत्र तु यथा लता भगिन्या उक्तम्, अन्येषां कृते प्रदर्शयति, सः न पश्यति. नवसु गणेषु केवलं प्रेरणार्थे एव णिच् प्रत्ययस्य योजनं भवति. चुरादिगणे स्वार्थे अपि णिच् योजयित्वा वक्तव्यम्. अस्तु, तत्र अर्थः तादृशं भवति चेदपि भ्वादिगणे अस्ति इति कृत्वा वयं ज्ञातुं शक्नुमः प्रेरणार्थे एव अस्ति इति. भगिनि, प्रादर्शयति इति पदमपि अस्ति वा? गुरु मेक्स् द स्टूडेण्ट् show the chart to others, suppose we want to say that, then Guru will get the pradarshana done through the Shishya, no? Then that will be more niche. Pradarshayati vadamaschet tatra lang rupam bhavati. Sadharanatya lang rupam vadamaschet adau adagamah bhavati. Adagamah bhavati chet tatra pradarshayat. There it stops, no? Lang rupa. Pradarshayat. Pradarshayati means, I don't know whether that word exists. Just I was thinking, if the teacher makes the student show the chart to others, then if he himself shows the chart to others, then pradarshayati. Guru chart with him pradarshayati. Bitti chitram pradarshayati. If he makes the student show it, then maybe is there a word pradarshayati? I was wondering. Aham na janami. किन्तु तत्र प्रादर्शयति इति रूपं नास्ति भगिनि. तत्र प्रा उपसर्गपूर्वकः दर्शयति, तत्र प्रदर्शयति इति लट्लकाररूपं दत्तमस्ति. किन्तु लङ्लकाररूपं वक्तुमिच्छामश्चेत् तत्र अदर्शयत् अदर्शयत् इति लङ्लकाररूपं भवति. तदनन्तरं प्रा इति उपसर्गस्य योजनेन तत्र सन्धिं कृत्वा वक्तव्यं भवति इति कृत्वा तस्य अन्तिमं रूपं प्रादर्शयत् इति भवति. इत्युक्ते लङ् रूपं योजयित्वा वक्तुमिच्छामः इति मम चिन्तनम्. अत्र विनयः इति पदमस्ति. शोभा भगिनी, भवती वक्तुमिच्छति वा अत्र कीदृशं पदम्? अहं चिन्तयामि भगिनि, तत्र वि उपसर्गपूर्वकः नि धातोः नयम् नय इति भवति वा तत्र? लुडन्तमिति नि धातोः रूपमेव नयः. किन्तु तत्र एकः भिन्नप्रत्ययः अस्ति, नि धातुतः अच् इति प्रत्ययस्य योजनेन नयः इति पदं सिध्यति. एतावता वि उपसर्गपूर्वकः नि धातोः रूपमेव विनयः इति. अग्रे पठतु. तत्र अस्तु, सः भवान् भवान् तत्र आदरं विनयं करोमि वा कृतवती वा तत्र? अस्तु, आदरं प्रीतिं स्वीकरोमि. तत्र बालः भवान् प्रीतिं करोति इति नीत्वा बालः भवान् इत्यस्य भवति इति भवति एकवचने. बालः भवति इति सप्तमी. भवति प्रीतिं प्रकटयति इति भवति. अत्र आदरः, एतावता अत्र चत्वारः स्तम्भाः सन्ति. द्वितीये स्तम्भे प्रथमाविभक्त्यन्तरूपाणि दत्तानि, तृतीये स्तम्भे द्वितीयान्तानुरूपाणि दत्तानि. विनयम्, आदरं, प्रीतिं, वात्सल्यं, प्रेम, स्नेहम् इत्यादीनि पदानि, एतानि सर्वाणि द्वितीयाविभक्त्यन्तरूपाणि सन्ति. आदरः इति पदमस्ति. आदरः इत्यस्य द्वितीयान्तं रूपम् आदरम् इति दत्तमस्ति. किन्तु क्रियापदं पश्यामश्चेत् तत्र आद्रियते लट्लकाररूपमस्ति. आदरे इत्यस्मिन् अर्थे तुदादिगणे द्रुञ् इति एकः धातुः अस्ति, तस्मात् आगतं पदमेव. लट्लकाररूपम् आद्रियते इति रूपमस्ति. आद्रियते इत्युक्ते अथवा आदरः इत्युक्ते रेस्पेक्ट् इति अस्ति. प्रीतिः इति पदमपि क्तिं प्रत्ययान्तरूपमेव. प्रीतिः तत्र दिवादिगणे प्रीयते इति एकं क्रियापदमस्ति, प्रीतौ इत्यस्मिन् अर्थे. ति इति तिन् प्रत्ययः प्रथमं किं भवति भगिनि? प्री भवति वा? प्रीयोगः धातुः प्रीङ्. अस्तु, प्रीङ् धातुः इत्युक्ते तत्र धातोः अन्ते ण्यकारः, इत्युक्ते कवर्गीय अन्तिम अनुनासिकव्यञ्जनमस्ति इति कृत्वा अनुदात्तनित आत्मनेपदम् इति सूत्रेण आत्मनेपदिरूपं सिद्ध्यति. धातुः प्रीङ् धातुः, तदर्थमेव तस्य लट्लकाररूपं प्रीयते इति रूपं भवति. वदतु. प्रीतिं करोति इति योजयित्वा प्रीणाति भवति वा? प्रीतिं करोति नास्ति तत्र भगिनी यदि सप्तमी योजयामः करोति इति कथं प्रीतिं करोति नो तं प्रीतिं करोति इति वक्तुं शक्नुमः इति मन्ये बालस्य भवति प्रीतिम् अस्ति ओ अस्तु बालस्य भवति इति मन्ये तत्र बालः भवति प्रीतिं करोति इति सम्यक् अस्ति वा अत्र प्रदर्शयति अथवा प्रकटयति इति साधु मम चिन्तनम् इति चिन्तितवती आम् प्रीणाति इति क्रियापदमपि क्रयादिगणे अस्ति किन्तु तत्र किं लिखितम् अस्ति इत्युक्ते तर्पणे कान्तौ च इति दत्तम् अस्ति दिवादिगणे प्रीयते इति रूपम् अस्ति प्रीतिः इति दिवादिगणीयधातुतः आगतम् इति मम चिन्तनं धन्यवादः भगिनी अग्रे वेदभगिनी भवती करोतु आं भगिनि प्रीतिं त्वं ओके बालः त्वं वात्सल्यं त्वं बालः वात्सल्यं त्वं तत् पदस्य सप्तमी विभक्तिः अस्ति त्वयि बालः त्वयि वात्सल्यं बालः त्वयि वात्सल्यं प्रकटयति उत्तमम् अत्र वात्सल्यं शब्दस्य विभक्तिः का वात्सल्यं कर्मपदमस्ति उत्तमम् अत्र वात्सल्यं पदस्य प्रसङ्गे भवती जानाति चेत् वदतु वात्सल्यं न भगिनि यथा मधुरस्य भावः माधुर्यं तथा एव वत्सल अस्य भावः वात्सल्यं वात्सल्यम् इति तथितप्रत्ययान्तपदम् अस्ति वत्सल इत्युक्ते पुत्रादिस्नेहपात्रम् इत्युक्ते स्नेहपात्रम् एव वात्सल्यं वत्सलस्य भावः वात्सल्यं यथा सुखस्य भावः वत्स इति वदामः किल तत्र वात्सल्यम् इत्यस्मिन् पदे अपि श्यञ् इति एकः प्रत्ययः अस्ति एतावता तदर्थमेव श्यञ् प्रत्ययान्तरूपेषु शौर्यं विरागभावः वैराग्यं तादृशं पदमेव अग्रे करोतु अग्रे बालः कः प्रेम प्रदर्शयति कः कस्मिन् सप्तमी विभक्ति कस्मिन् बालः कस्मिन् प्रेम प्रदर्शयति अत्र प्रेम इति पदस्य प्रसङ्गे वदतु प्रातिपदिकं किम् अहं चिन्तयामि मकार प्रेमम् इति नपुंसकलिङ्गपदमस्ति वा प्रेमम् अतः प्रेमः अपि न न न कर्मन् कर्मन् इति भवति इति मन्ये कर्मन् ओके एव भवति प्रेमन् प्रेम कर्मशब्दवत् इत्युक्ते कर्म कर्मणि कर्माणि नपुंसकलिङ्गपदमस्ति इति कृत्वा पश्यन्तु अत्र आत्माशब्दः नकारान्तशब्दः एव किन्तु पुंलिङ्गशब्दः किन्तु कर्मशब्दः नकारान्तशब्दः नपुंसकलिङ्गशब्दः अत्र प्रेमशब्दः अपि नकारान्तशब्दः नपुंसकलिङ्गशब्दः इति कृत्वा प्रथमाविभक्त्यां द्वितीयाविभक्त्यां रूपभेदः नास्ति तत्र प्रेम प्रेमणि प्रेमाणि प्रेम प्रेमणि प्रेमाणि इति रूपाणि भवन्ति प्रेमम् इति रूपं न कदापि सिध्यति प्रेमम् इत्युक्ते लुडन्तपदं वा प्रेमं तादृशं पदं नास्ति इति भाति किन्तु प्रेमम् इति पदं न कदापि भवति किमर्थं चेत् अत्र प्रेमशब्दः नकारान्तशब्दः अपि च नपुंसकलिङ्गशब्दः तदर्थमेव कर्मशब्दवत् रूपाणि वक्तव्यानि कर्मकर्मणि कर्माणि कर्मकर्मणि कर्माणि अत्र प्रेम इति पदं द्वितीयाविभक्तौ अस्ति तृतीये तृतीयाविभक्तौ प्रेम्णा भवति प्रेम्णा भवति इत्युक्ते अत्र प्रेमन् इत्यस्मिन् रेफः अस्ति इति कारणतः सप्तसु विभक्तिषु रूपाणि किञ्चित् अवधानेन वक्तव्यानि कुत्रचित् णत्वं वक्तव्यमेव बहुत्र अस्मिन् पदे णत्वं दृश्यते रेफकारणात् अग्रे करोतु अग्रे बालः भवति स्नेहं भवति, भवति इत्युक्ते तत् भवत्यां सप्तति अस्ति, बालकः भवत्यां स्नेहं स्नेहं प्रकटयति. उत्तमं. प्रथमाविभक्त्यन्तं रूपं किम् अत्र स्नेहम् इत्यस्य? स्नेहः. उत्तमं. स्नेहः तत्र स्निह् धातुः अस्ति, स्निह् धातोः रूपमेव स्नेहः. स्निह्यति. उत्तमं भगिनि. स्निह्यति इति लट्लकाररूपम् अस्ति, स्निह्यति इति दिवादिगणे अस्ति, दीव्यति इव दिवादिभ्यः श्यन् इति सूत्रेण यकारः आयाति इति कृत्वा स्निह्यति इति रूपम् अस्ति स्नेहः. किन्तु तत्र स्निह् धातोः प्रसङ्गे क्तान्तरूपाणि किञ्चित् भिन्नानि भवन्ति. स्निग्धा इति रूपं सिद्ध्यति तत्र. क्तान्तरूपं पश्यामश्चेत् स्निग्धा, स्नीढा इत्यादीनि रूपाणि भवन्ति. बहूनि हल्सन्धिकार्याणि भूत्वा एकं विशिष्टं रूपं सिद्ध्यति क्ता प्रत्ययान्तरूपं स्निग्धा. अग्रे करोतु. अग्रे बालः सा नम्रतां नम्रतां प्रकटयति, प्रदर्शयति. सा सा तस्य सास्य तत्पदस्य सप्तमी विभक्ति सा सः तस्य बालः तस्यां नम्रतां प्रदर्शयति. नम्रतां तस्मिन् किल भगिनि? तस्मिन् ओ तस्यां श्रीलिङ्गं. क्षम्यतां, मम अनवधानं, सोरि. उत्तमम्. अत्र नम्रता इति पदमस्ति. नम्रतापदमपि यथा अस्माभिः पूर्वं चर्चितमासीत् तल् प्रत्ययान्तरूपमेव, यथा तत्र शोभा भगिनी उक्तवती एव तादृशं पदमेव अत्र नम्रता अपि. कुशलता, नम्रता, मानवता, मूर्खता, धूर्तता, पिशुनता, देवता अपि. उत्तमम्. शुक्लता, मधुरता, पिशुनता इत्यादीनि पदानि तल् प्रत्ययान्तरूपाणि. अत्र वयं सर्वे जानीमः एव नम् धातुः अस्ति, नम् मूर्धन्य णकारादि धातुः. नम् धातोः रूपं नमति रूपमस्ति. नम् धातुतः आरम्भे नम्र इति प्रातिपदिकं सिद्ध्यति. प्रातिपदिकात् तल् प्रत्ययस्य योजनेन नम्रता. उत्तमं भगिनि, अग्रे अपि पठतु. आम्. बालः अहं श्रद्धां प्रदर्शयति. अहं तस्य सप्तमी विभक्ति मयि. बालः मयि श्रद्धां प्रदर्शयति, प्रकटयति अपि साधु प्रदर्शयति मयि श्रद्धां प्रदर्शयति. श्रद्धामपि श्रद्धां श्रद्धा इति पदस्य लिङ्गं किम्? श्रद्धा श्रीलिङ्गं. श्रीलिङ्गम् आकारान्तश्रीलिङ्गपदं. किन्तु अत्र श्रद्धा इति पदं कथं निष्पादितम् इति अपि ज्ञातव्यमेव. किञ्चित् काठिन्यमस्ति. श्रत्ययोगः धा श्रद्धा इत्युक्ते श्रद्धा, मेधा, जरा इत्यादीनि पदानि तत्र विशिष्टसूत्रेण तानि पदानि निर्मितानि. तेषां प्रसङ्गे अपि किञ्चित् ज्ञातव्यमेव. श्रत्ययोगः धा तत्र सन्धिकार्यं भूत्वा श्रद्धा भवति. अग्रे अपि करोतु. श्रुत्य भवता. ओके. बालः ते शङ्कां करोति. ते सो ते तेषां बालः तेषां शङ्कां करोति. सः तौ ते बहुवचनम् सप्तमी रूप तेषां वा तेषाम् इति रूपं षष्टि बहुवचनं षष्टि बहुवचनं सप्तमी अत्र त्वयि ते सह तौ ते तासु वा सह तौ ते तेषु तेषु तेषु शङ्कां करोति. उत्तमं. भुवादिगणे शङ्कते इत्युक्ते टु डौट् इत्यस्मिन् अर्थे आत्मनेपदी रूपम् अस्ति. शङ्कते शक्यो इति धातुः अस्ति. शक्यरूपं शक्यो अहं चिन्तयामि इदित् धातुः अस्ति इति भाति. हिन्दीभाषायामपि शक् एवं उच्यते. शक् डौट् अत्र भुवादिगणे एव अस्ति शक्यो इत्युक्ते इदित् धातुः अस्ति, इदित् धातुः अस्ति इति कृत्वा इदितोनुं धातोः इति सूत्रेण मध्ये नुमागमः भवति इति कृत्वा एतावता तस्य आत्मनेपदीरूपं शङ्कते इति रूपं भवति. धन्यवादाः भगिनी. दर्शना भगिनी भवती करोतु. बालः भवन्तः मैत्रीं करोति. बालः भवत्सु मैत्रीं करोति इति भवन्तः भवत् भवत् शब्दस्य भवत् प्रातिपदिकं तत्र बहुवचने अस्ति पुंलिङ्गे पुंलिङ्गे. मैत्रीं तु स्त्री स्त्रीलिङ्गे अस्ति. मैत्रीं आं मैत्रीं स्त्रीलिङ्गे अस्ति तावदेव खलु. मैत्री इति ईकारान्त नदीशब्दवत् तस्य रूपं भवति. तत्र मित्रशब्दात् मैत्री इति पदम् आगतं. तत्र मित्रता मित्रत्वं मैत्री अपि च एकः ऋषिः अपि अस्ति मैत्रेयः इति एकः ऋषिः. भवती जानाति वा मैत्रावरुणः इत्युक्ते कः? चिन्ता मास्तु, अत्र अहं दृष्टवती अतः वदामि. मैत्रावरुणः इत्युक्ते अगस्त्यः इति लिखितमस्ति. मैत्रेयी गार्गी मैत्रेयी ऋषिपत्नयः. अस्तु, मित्रस्य भावः मैत्री. अग्रे करोतु भगिनि. बालः एते सौजन्यं करोति. बालः एते सौजन्यं करोति. तत्र बालः एतेषु सौजन्यं करोति. एतेषु एते पुंलिङ्गे पुंलिङ्ग एतद् प्रातिपदिकम्. एते तु बहुवचनं पुंलिङ्गे. अपि च सौजन्यं सौजन्यम् अहं चिन्तयामि तद्धिता सजनस्य भावः सौजन्यम् सुजनस्य भावः सुजनस्य सुजनस्य भावः सुजनस्य भावः सौजन्यं. तत्र समानार्थकपदानि कानिचन पदानि सन्ति. सुजनस्य भावः सौजन्यम् अथवा सुजनता अथवा सुजनत्वम् इत्युक्ते त्वाप्रत्ययस्य योजनेन सुजनत्वं, तल्प्रत्ययस्य योजनेन सुजनता, श्यै प्रत्ययस्य योजनेन सौजन्यम् इत्यादीनि समानार्थकपदानि सिद्ध्यन्ति. अत्र सौजन्यम् इत्युक्ते सद्व्यवहारः. अग्रे करोतु भगिनी. प्रश्न वदतु. अत्र ते एते इति लिखितं, परन्तु केवलं पुल्लिङ्ग इति कथं कथयिष्यामः? स्त्रीलिङ्गे द्विवचनमपि भवितुम् अर्हति किल? भवितुम् अर्हति. कुत्र कुत्र ते इति रूपम् आयाति? कस्मिन् कस्मिन् लिङ्गे? सा ते ताः इति स्त्रियां, तां ते ताः. परन्तु पुल्लिङ्गे तत्तेतानि तत्तेतानि इति नपुंसकलिङ्गे, सः तौ ते इति पुल्लिङ्गे आयाति. उत्तमम्. एतावता अत्र स्त्रीलिङ्गे द्विवचने, नपुंसकलिङ्गे अपि द्विवचने, केवलं पुंलिङ्गे एव बहुवचने बहुवचने ते अथवा एते रूपम् अस्ति. उत्तमं भगिनि. मुख्यविषयः एव ज्ञातव्यः अंशः एव इत्युक्ते अत्र द्विवचने अपि वक्तुं शक्नुमः. अधुना द्विवचने वदतु भगिनि. बालः तयोः सौजन्यं प्रकटयति. उत्तमं. तत्र द्विवचनरूपमपि साधु एव. धन्यवादाः भगिनी. गोमती भगिनी भवती करोतु अग्रे. करोमि. बालः ताः गौरवं प्रकटयति. ताः स्त्रीलिङ्ग बहुवचनरूपं. बालः तासु गौरवं करोति. गौरवं कर्मपदं द्वितीयविभक्ति अस्तु वा? आं भगिनि. गौरवम् इति पदमपि सौजन्यम् इव गुरुत्व वदतु गुरुत्वभाव उत्तमम् इत्युक्ते गुरोः भावः गुरोः भावः तत्र गुरुशब्दस्य अपि अर्थद्वयमस्ति गुरुशब्दः गुरुः इत्युक्ते अध्यापकः इति एकः अर्थः अस्ति अपि च गुरुशब्दस्य हेवि इति अर्थः अपि सान्द्रता त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति अत्र तु गुरोः भावः गौरवं तत्र अस्मिन्नेव अर्थे गुरुत्वं गुरुता गौरवम् एतानि त्रीणि पदानि समानार्थकानि एतावता गुरोः भावः गौरवम् इति भवति अग्रे करोतु बालः भवत्यः आदरं प्रकटयति भवत्यः नदी शब्दवत् भवती भवत्यौ भवत्यः बालः भवतीषु आदरं प्रकटयति भवतीषु नदीषु आदरम् आदरः पूर्वमपि अस्माभिः दृष्टं न आदरम् आदरः किञ्चित् स्मरणार्थम् उक्तवती आद्रियते इति नटलकाररूपं योजयित्वा तत्र वाक्यं लेखितुं शक्नुमः अग्रिमं करोतु बालः एताः भक्तिं करोति एताः स्त्रीलिङ्ग बहुवचनरूपं बालः एतासु भक्तिं करोति भक्तिः भक्तिं द्वितीया विभक्ति एकवचनं भक्तिः पुल्लिङ्गं न भवति स्त्रीलिङ्गं स्त्रीलिङ्गं भक्तिं करोति उत्तमं पूर्वमपि उक्तवती भज् धातोः रूपमेव भक्तिः भज् तिन् प्रत्ययान्तरूपम् अस्ति अग्रे अपि करोतु बालः यूयं कृपां प्रदर्शयति यूयं बालः युष्मासु कृपां प्रदर्शयति युष्मासु यूयं त्वं यूयं युष्मासु कृपां प्रदर्शयति कृपा आकारान्तस्त्रीलिङ्गम् अत्र द्वितीयाविभक्ति एकवचनं प्रदर्शयति बालः युष्मासु कृपां प्रदर्शयति उत्तमम् अत्र कृपा इति पदमस्ति तस्मिन्नेव अर्थे करुणा इति पदमस्ति एतावता कृपा अथवा करुणा इत्युक्ते अनुग्रहेच्छा इति वक्तुम् अग्रिमं करोतु बालः वयं विश्वासं करोति वयम् अस्मासु बालः अस्मासु विश्वासं करोति विश्वासमपि कर्मपदं द्वितीयाविभक्ति एकवचनं विश्वासः पुल्लिङ्गं अकारान्तप्रातिपदिकं विश्वासः विश्वासौ विश्वासाः विश्वासं विश्वासौ विश्वासान् उत्तमं विश्वासम् एतावता अत्र रामशब्दवत् अकारान्तपुंलिङ्गशब्दः विश्वासः इति पदमस्ति अत्र वि उपसर्गपूर्वकः श्वश् धातुः अस्ति तत्र श्वश् धातोः रूपमेव श्वशिति इति रूपम् अस्ति श्वश् धातोः प्रसङ्गे इडागमः भवति रोदिति इत्यस्मिन् इडागमः यथा भवति तथा एव अत्रापि श्वशिति इत्यस्मिन् अपि इडागमः भवति श्वशिति स्वपिति रोदिति जक्षिति इति पञ्च धातवः सन्ति तेषु रुदादिभ्यः सार्वधातुके इति सूत्रेण इडागमः भूत्वा मध्ये इकारः आयाति सार्वधातुकप्रत्यये परे अपि इत्युक्ते साधारणतया इडागमचिन्तनम् आर्धधातुकलकारेषु एव भवति किन्तु अत्र श्वश्धातोः प्रसङ्गे सार्वधातुकलकारे अपि इडागमः भवति किन्तु तत्र नियमः कः इत्युक्ते वलादि आर्धधातुकप्रत्ययः अस्ति चेदेव इडागमः भवति इति तत्र नियमः अस्ति एतावता धातुः श्वश् धातुः श्वश् धातोः घञन्तरूपं श्वासः वि उपसर्गपूर्वकः श्वासः श्वश् धातुतः आगतं पदमस्ति. धन्यवादाः भगिनी. धन्यवादः. अनन्तरं पमेला भगिनी भवती करोतु. आं भगिनि, अङ्गे ग्रहणं ताडनम्. एकः प्रश्नः भगिनि, कृपा इति शब्दस्य प्रसङ्गे कोऽपि धातुः अस्ति वा? कृपा इति व्युत्पत्तिका अस्ति. अहं दृष्टवती तत्र क्रप् इति धातुः अस्ति, टु पिटि, टु डु फेवर्, टु गो, क्रप् कृपायां गतौ च इति. एवं वा? अस्तु, क्रप् अग्रे करोतु तमिला भगिनी, करोतु. कोष्टके विद्यमानस्य शब्दस्य सप्तमी विभक्तिरूपा रूपेण यतो उदाहरणं रिक्तस्थानं पूरयत. कोष्टके कोष्टकम् इति पदस्य षष्टि एकवचनं, विद्यमान विद्यमानशाणजन्तरूपं वा भगिनि? विद्यमानस्य शब्दस्य तत्र षष्टि सप्तमी विभक्तिरूपेण तृतीय एकवचनं, तत्र नकार पकार अस्ति आत्कुप्वाङ्ग् इत्यस्य कारणेन नकार नत्वं भवति वा? रिक्तस्थानं पूरयत, पूरयत लोट् लकार मध्यमपुरुष बहुवचनम्. उत्तमं. तत्र सः धातुः चुरादिगणे अस्ति, पूरि आप्यायने इत्यस्मिन् अर्थे सः धातुः चुरादिगणे अस्ति, तस्य लट्लकाररूपं पूरयति, किन्तु अत्र पूरयत लोट् मध्यमपुरुष बहुवचनं दत्तमस्ति. अपि च शाणजन्तरूपं किमर्थं विद्यमान इत्यस्य, तस्य लट्लकाररूपं किम्? विदति इति भवति भगिनि, विद् धातु विद्यते अस्ति चेदेव अत्र विद्यमान इति प्रातिपदिकं सिध्यति. अपि च अत्र उदाहरणम् इति पदमस्ति, उत् उपसर्गपूर्वकः आ उपसर्गपूर्वकः ह्रु धातुतः ल्युट् योजनेन उदाहरणम्. उत्योगः, आयोगः, हृयोगः, ल्युट्. हृ धातोः रूपं हरति, अत्र हृ धातोः रूपं दत्तमस्ति. वाक्यं करोतु. उदाहरणं, शत्रुः तं कण्ठः कण्ठे गृह्णाति, तत्र शत्रुः तं कण्ठे गृह्णाति, कुत्र गृह्णाति इति प्रश्नः अस्ति, तत् आधारे कुत्र अस्ति इति अर्थे शत्रु तं हिज् ओ ओके तं कण्ठे गृह्णाति. गृह्णाति इति गृहधातु अस्ति, प्रथमपुरुष एकवचन लट्लकार. उत्तमं. गृहधातुः अस्ति, गृह कथं गृह भवति? तत् क्रयादिगणधातु इति भाति, क्रयादिभ्य श्ना अस्ति, तत् श्ना इत्युक्ते तत् अपित् अस्ति, किन्तु ऐ थिङ्क् तिङ् तिङ्क्षित् सार्वधातुकम् इत्यस्य कारणेन तत्र गुणः भवति ऋकारस्य. न भगिनि, तथा सम्प्रसारणं भवति. एतावत् भवत्या यदुक्तं गृह्णाति इति कथनेन नाति, तत्र श्ना इति क्रियादिभ्यः श्ना इति सूत्रेण, तत्र श्ना इति विकरणप्रत्ययात् न आयाति इति कृत्वा मध्ये नकारः अस्ति, किन्तु धातुः तु ग्रह, ग्रहधातुः सम्प्रसारणं भूत्वा, सम्प्रसारणम् इति एकं व्याकरणे कार्यम् अस्ति. इग्यणः सम्प्रसारणम् इति सूत्रम्. इग्यणः इत्युक्ते यण् वर्णानां स्थाने इक् वर्णादेशः भवति इति, इत्युक्ते एतावता इको यणचि इत्यस्य विपरीतरीत्या अत्र कार्यं भवति, इत्युक्ते यण् सन्धेः कार्यम् अस्ति, वयं जानीमः यण्सन्धेः कार्यं यद्भवति तस्य विपरीतरीत्या सम्प्रसारणं कार्यं भवति. अत्र ग्र इत्यस्मिन् रेफः अस्ति. रेफः यण् प्रत्याहारस्थवर्णः. यण् इति एकः प्रत्याहारः अस्ति. यण् प्रत्याहारे रेफः अस्ति. सः रेफः सम्प्रसारणकार्यं भूत्वा रुकारः भवति. रेफस्य स्थाने रुकारः आयाति. ग्रहिज्या वै व्यधि व्यष्टि पृच्छति पृच्छति भृजतीनाम् एकं सूत्रमस्ति. तेन सूत्रेण अत्र सम्प्रसारणकार्यं भूत्वा ग्रह गृह भवति. विषयान्तरमस्ति, किन्तु अत्र विषयः तु सप्तमी विभक्तिः कुत्र भवति इत्यस्मिन् प्रसङ्गे वयं दृष्टवन्तः. अत्र तं पुरुषं कुत्र गृह्णाति? तं पुरुषं कण्ठे गृह्णाति. शत्रुः तं कण्ठे गृह्णाति इति अत्र विषयः. इत्युक्ते यत्र यत्र ग्रहणं ताडनं प्रहरणम् इत्यादीनि कार्याणि भवन्ति तत्र कर्मभूतस्य पुरुषस्य अथवा शब्दस्य अङ्गस्य सप्तमी विभक्तिः भवति. अग्रिमेषु वाक्येषु प्रत्येकस्मिन् वाक्ये कर्मपदमस्ति. भवन्तं, द्रौपदीं, कीचकं, मां, शत्रुं, चोरम् एतानि सर्वाणि तेषु वाक्येषु कर्मपदानि भवन्ति. कर्मणः अङ्गस्य सप्तमी विभक्तिः भवति इति अत्र मुख्यविषयः. प्रश्न भगिनि वदतु. भ्वादिगणे अस्ति वा ग्रह धातुः? भगिनी उक्तवती ग्रहधातोः रूपं गृह्णाति. गृह्णाति इत्युक्ते तत्र वदतु भगिनि. श्रूयते खलु श्ना इत्यस्मात् श्ना इत्यस्मिन् तालव्यशकारस्य इति संज्ञा भूत्वा अपगच्छति. तत्र न एव अवशिष्यते. न इति कथनेन नकारः आकारः अपि इत्युक्ते वर्णद्वयमपि तत्र आयाति. किन्तु अत्र मूर्धन्यणकारः किमर्थम् आगतः इत्युक्ते तत्र रुकारः अस्ति इति कारणतः रुवर्णात् णस्य णत्वं वाच्यम् इति एकं वार्तिकमस्ति. तेन वार्तिकेन रुकारस्य निमित्तेन दन्त्यनकारस्य स्थाने मूर्धन्यणकारः तिङ्गन्तपदे आयाति. करोतु भगिनि. धन्यवादः. स भवतं वक्षस्थलं प्रहरति. सः भवन्तं वक्षस्थले प्रहरति. वक्षस्थले इत्युक्ते चश्चेर्या खलु भगिनि? उत्तमं. प्रहरति प्र उपसर्गपूर्वक हू धातुः. वक्षस्थलम् इति एकं पदम् अस्ति. तस्मिन् प्रसङ्गे तत्र रूपत्रयं सिद्ध्यति. वक्षस्थलम् इत्यस्मिन् प्रसङ्गे रूपत्रयं सिद्ध्यति. कोऽपि वदति वा? हां भगिनि, तद् विसर्गस्य परे सकार आयाति. तत्कारणेन प्रथमभाटसूत्रं कार्यं करोति. ते एकरूपमस्ति वक्षस्थलं सकार आयाति अर्धसकार वक्षस्थलं. द्वितीयरूपमस्ति वट् इस् दट् शरी खरी परे चर्परे खरी नै शर्परे खरि अपगाट् तत् सूत्रं. शकार सकारपि आयाति खर्वर्णपि आयाति तत्कारणेन वक्षस्थलं दत् रूपं वक्षस्थलं रूपम् आयाति. और् एक अनदर् वन् इस् वाशरीतनेन विकल्पेन द्वे रूपम् आयाति. वक्षस्थलं वक्षस्थलं तत्र. शोभा भगिनी, भवती वक्तुं शक्नोति वा अत्र त्रीणि रूपाणि इतोपि पुनः पुनस्मरणार्थं वदतु? सम्यक्तया न स्मरामि, प्रयत्नं करोमि भगिनी. यथा भवती उक्तवती वाशरि इत्यनेन विसर्गस्य स्थाने विसर्ग आदेशः एव भवति विकल्पेन. तत्तु अपवादसूत्रं भवति. अपि च शर्परे खरि अस्ति चेत् तत्र शर् वर्णाः शर् प्रत्याहारे श श तालव्यशकार मूर्धन्यशकार सकार अस्ति. अतः तत्र वक्षस्थल तत्र तत्र तु शर् नास्ति सुशर् अस्ति. एकस्मिन् प्रसङ्गे यदा खर् नन्तरं शर् अस्ति चेद् शर् परे खरि इति सूत्रेण क्षम्यताम् अधुना नास्ति भगिनी शुभदा भगिनी वदतु नो चेत् अहं वदामि आरम्भे पूर्वपदं वक्षः उत्तरपदं स्थलम् इति पदद्वयम् अस्ति आरम्भे विसर्जनीयस्य सह इति एकं सूत्रमस्ति विसर्जनीयस्य सह इति सूत्रेण विसर्गस्य स्थाने सकारादेशः भवति सकारादेशः भवति चेत् तत्र रूपं किं भवति वक्षस्थलं तत्र सकारद्वयं लिखित्वा एकं रूपं सिद्ध्यति वक्षस्थलम् इत्युक्ते विसर्गस्य स्थाने दन्त्यसकारः तत्र आयाति इति कृत्वा एकं रूपम् आयाति अनन्तरम् उत्तरपदस्य आदिमवर्णः सकारः अस्ति सकारः शर् प्रत्याहारे अस्ति शर् इति एकः प्रत्याहारः अस्ति शर् प्रत्याहारे तालव्यशकारः मूर्धन्यशकारः दन्त्यसकारः त्रयः वर्णाः सन्ति शर् प्रत्याहारे तदा वाशरी इति सूत्रेण वा इति उक्तमस्ति सूत्रे वा इत्युक्ते विकल्पेन इति अर्थः वाशरि शर् प्रत्याहारस्थवर्णः अस्ति उत्तरपदस्य आदिमवर्णः शर्वर्णः अस्ति इति कृत्वा सकारादेशः भवति तत्र किन्तु विकल्पेन वाशरिसूत्रेण विकल्पेन विसर्गः यथावत् तिष्ठति विसर्गः यथावत् तिष्ठति इत्युक्ते अत्र यत् पदम् अत्र दत्तमस्ति तत् पदं वाशरिसूत्रेण साधितम् इत्युक्ते वाशरिसूत्रेण विसर्गः यथावत् तिष्ठति अत्र यद्रूपं दत्तमस्ति तद्द्वितीयं रूपं वक्षस्थलम् अत्र विसर्गसहितं रूपं दत्तमस्ति विसर्गः तिष्ठति एव तृतीयं रूपम् अस्ति विसर्गरहितं रूपं तत् कथम् इत्युक्ते तत्र खर् परेशरि वा तत्र एकं वार्तिकमस्ति खर् परेशरि इति वार्तिकेन विसर्गलोपः वक्तव्यः इति तत्र वार्तिकं वदति इत्युक्ते तत्र स्थलम् इत्यस्मिन् सकारस्य अनन्तरं थकारः अस्ति थकारः खर्वर्णः शर् परे खर्वर्णः अस्ति खर् इति एकः प्रत्याहारः खर् प्रत्याहारे थकारः अस्ति इति कृत्वा खर् परे शरि इत्यनेन विसर्गलोपः भूत्वा वार्तिकेन तत्र विसर्गरहितं रूपमपि सिद्ध्यति तेन वक्षस्थलम् इति रूपं भवति इत्युक्ते एतावता त्रीणि रूपाणि प्रथमं रूपं सकारद्वयसहितं रूपं द्वितीयं रूपं विसर्गसहितं रूपं तृतीयं रूपं विसर्गरहितं रूपम् आहत्य त्रीणि रूपाणि अत्र सिद्ध्यन्ति इति मुख्यविषयः किन्तु चिन्ता मास्तु भगिनि अत्र विसर्गरहिता इत्युक्ते वक्षस्थलं समस्तपदं भवति वा समस्तपदमेव ओके धन्यवादः अत्र षट् वाक्यानि दत्तानि तानि समापयामः सुजाता भगिनी भवती करोतु धन्यवादः भगिनि धन्यवादाः आं भगिनि दुःशासनः द्रौपदीं केशाः गृह्णाति दुःशासनः द्रौपदी केशासु गृह्णाति केशेषु गृह्णाति केशेषु किमर्थं चेत् केशः इति पुंलिङ्गपदमस्ति उच्चारणं कथं भवेत् इत्युक्ते गृह्णाति इति एव वक्तव्यम् किमर्थम् इत्युक्ते तत्र लेखनसमये तादृशरीत्या लिखामः किन्तु यदा वयम् उच्चारयामः तदा गृह्णाति इति वक्तव्यम् इति वक्तव्यम् अत्र दुःशासनः इत्यस्मिन् प्रसङ्गे अपि विसर्गसन्धेः कार्याणि भवन्ति इत्युक्ते यथा मया पूर्वम् उक्तं दुःशासनः इत्यस्मिन् पदे अपि रूपद्वयं सिद्ध्यति इत्युक्ते विसर्गसहितं रूपमपि भवितुमर्हति तत्र दुःशासनः इति पदस्य विग्रहवाक्यं दुष्करं शासनं यस्य सः प्रेमः कीचकं मस्तकं ताडयति भीमः कीचकं मस्तके ताडयति ताडयति इति क्रियापदम् अस्ति. भवती जानाति वा कस्मिन् गणे अस्ति? रूपं दृष्ट्वा वदतु. ताडयति दशमगणे अस्ति, चुरादिगणे. चुरादिगणे अस्ति. तत्र धातुः तड् अस्ति, तड् धातुतः तत्र आरम्भे णिच् विधीयते इति कृत्वा तत्र तड् ताड् भवति. तत्र एकं सूत्रमस्ति अत उपधायाः इति सूत्रमस्ति. इत्युक्ते तड् तड् इत्यस्मिन् उपधायां ह्रस्व अकारः अस्ति इति कृत्वा तड् अत उपधायाः इति सूत्रेण ताड् भवति. तदनन्तरं णिच् अस्ति इति कृत्वा ताडयति इति रूपं भवति. कीचकः कः? कीचकः भवती जानाति एव. कीचकः विराटराजस्य श्यालः अथवा सेनापतिः. विराटराजस्य सेनापतिः. विराटराजः इति समस्तपदम् अस्ति. यथा महाराजः अकारान्तपदं भवति, किन्तु राजाशब्दः नकारान्तशब्दः. राजन् नकारान्तशब्दः. किन्तु विराटराजः इति रामशब्दवत् अकारान्तपदं भवति. विराटराजस्य श्यालः. अग्रे करोतु. भवान् मां पादौ किमर्थं प्रहरति? भवान् मां द्विवचनं वक्तव्यं. पादाभ्यां किमर्थं पादाभ्यां? पादयोः पादयोः किमर्थं प्रहरति? पादयोः किमर्थं प्रा उपसर्गसहित रुधातु हरति. उत्तमं. हृधातोः रूपमेव हरति. माम् इति अस्मत् शब्दस्य द्वितीयान्तं रूपम् अस्ति. इत्युक्ते कर्मणः अङ्गं. कर्मणः अङ्गम् इत्युक्ते मम अङ्गं. मम अङ्गम् अत्र पादयोः. किमर्थं पादयोः प्रहरति इति पृच्छति. उत्तमम् उत्तमं भगिनि. अग्रे गीताञ्जलि भगिनि भवती करोतु अग्रिमं वाक्यम्. आं भगिनि, श्रूयते वा? श्रूयते. योधः शत्रुम् उदरं ताडयति. उदरं नपुंसकलिङ्गं पदम् इत्युक्ते उदरे ताडयति. योधः कर्तृपदं, शत्रुं कर्मपदम्, उदरे सप्तमी ताडयति. उत्तमम्. अत्र युद्ध धातोः रूपमेव योधः. अपि च अत्र ताडयति इत्यस्मिन् प्रसङ्गे वयं चर्चितवन्तः एव. तड् धातोः रूपमेव ताडयति. अपि च उदरम् इत्युक्ते कुक्षिः इति अपि भवितुमर्हति. कुक्षिः अथवा कुक्षि. पूर्वस्मिन् वाक्ये किमर्थम् इति दत्तमस्ति. कस्मै इदम् इति वक्तव्यं भवति. तत्र विग्रहवाक्यं किमर्थम् इत्युक्ते कस्मै इदम्. अन्तिमं वाक्यं करोतु. आरक्षकः चोरं कण्ठे गृह्णाति. आरक्षकः चोरं कण्ठे गृह्णाति इति. आरक्षकः पुंलिङ्गं पदम् एकवचन. चोरमपि पुंलिङ्गं पदम् अकारान्त. चोरः तः आयाति. कण्ठः अपि पुंलिङ्गं पदम्. उत्तमं. कण्ठः इति पुंलिङ्गपदम्. उत्तमं भगिनि. अत्र चुर्धातोः रूपमेव चोरः. चुर्धातोः रूपं चोरयति वयं जानीमः. चुरादिगणीय प्रथमसदस्यः एव चुर्धातुः अस्ति. अपि च अत्र चोरः इत्युक्ते परद्रव्यापहारकः. अवधेयं किम् इत्युक्ते अनेन अभ्यासेन किम् अवगम्यते? अग्रिमे पुटे दत्तमस्ति, पठतु. अवधेयं यस्मिन् अङ्गे ग्रहणं ताडनं प्रहरणम् इत्यादिकं भवति तस्य अङ्गस्य सप्तमी विभक्तिः भवति इति. इत्युक्ते यदि वयं गृहधातुतः ग्रहणं तड् धातुतः ताडनम् अपि च हृधातुतः प्रहरणम् इत्येषां धातूनां योजयामश्चेत् किमपि अङ्गस्य अवयवस्य तदनन्तरं सप्तमी योजनीयम्। तदेव अस्मिन् स्थले अपि सप्तमीविभक्तेः प्रयोगः भवति इति मुख्यविषयः। तत्र पूर्वस्मिन् वाक्ये उदरम् इति दत्तमस्ति। उदरम् इत्युक्ते नाभिस्तनयोर्मध्यभागः। अग्रे अत्र अभ्यासद्वयमस्ति, किन्तु शीघ्रं समापयितुं शक्यते चेत् समापयामः, नो चेत् अग्रिमे सप्ताहे कर्तुं शक्ष्यामः। निपुणकौशलादीनां प्रयोगः अपि सप्तमीविभक्तिः भवति। पठतु। कः कस्मिन् निपुणः कुशलः इति यथोदाहरणं लिखत। निपुणकुशलादीनां प्रयोगः इति यथा कर्णः धनुर्विद्यायां निपुणः, अत्र तु धनुर्विद्यायाम् इति सप्तमी अस्ति। निपुणः अस्ति चेत् धनुर्विद्यायां निपुणः। कः निपुणः? कर्णः निपुणः। दुर्योधनः कुशलः पदस्य प्रसङ्गे किञ्चित् अहं वक्तुम् इच्छामि। तत्र निपुणः कुशलः इति पदद्वयं दत्तमस्ति। कुशलः इति पदस्य अर्थः तु कुशान् लाति इति अर्थः। इत्युक्ते कुशलः इत्युक्ते कुशग्राहकः अथवा कुशान् लाति। लाति इति अदादिगणे एकं क्रियापदम् अस्ति। अस्मिन् प्रसङ्गे ज्ञातव्यः विषयः कः इत्युक्ते, कुशलः इति पदस्य यौगिक अर्थः इत्युक्ते पदनिष्पादनविधानेन तत्र निष्पत्तिरीत्या यः अर्थः आयाति सः अर्थः भिन्नः। इत्युक्ते योगार्थः भिन्नः। योगार्थः तु कुशान् लाति अथवा कुशग्राहकः इति अर्थः, किन्तु लोके तस्य अर्थः भिन्नरीत्या अस्ति। योगार्थः भिन्नः, रूढार्थः भिन्नः। एकं प्रसिद्धं वाक्यमस्ति, योगात् रूढिः बलीयसि। अत्र अस्य पदस्य अर्थः तु ही हू कट्स् ग्रास् इन् ए स्किल्फुल् वे इस् कुशलः। तस्य अर्थः तु पटुः इत्युक्ते तस्मिन् पुरुषे कौशलमस्ति अथवा पाटवम् अस्ति, पटुत्वम् अस्ति। किन्तु लोके तु कुशलः इत्युक्ते सम्यक् अस्ति वा इत्यस्मिन् अर्थे भवति। योगार्थः भिन्नः, रूढार्थः भिन्नः। यदा कदापि तयोर्मध्ये क्लाश् भवति चेत् इट् आल्वेस् ओवर् रैड्स् इफ् दिर् इस् ए क्लाश्। रूढार्थः एव बलवान् भवति। एतावता कुशलशब्दस्य योगार्थः भिन्नः, किन्तु लोके तस्य रूढार्थः भिन्नः। कुशग्रास् अपि बहु शार्प् किल, शार्प् मति, कुशाग्रमति, कुशलः कुशलः स्किल्फुल् अपि भवति इति चिन्तयामि। उत्तमं, तदेव। निष्पत्तिरीत्या यः अर्थः अस्ति तस्य अर्थः भिन्नः, किन्तु लोके तस्य अर्थः भिन्नः अस्ति। इत्युक्ते पदनिष्पादनं भिन्नरीत्या भवति। कुशान् लाति इति भवति, तादृशं पदमेव अहं श्रुतवती, अतः वदामि। लावण्यम् इति पदं श्रुतवती, तत्र लवणस्य भावः लावण्यम् इति वक्तव्यं। तत्र तद्यत् प्रत्ययान्तपदं, लवणस्य भावः लावण्यम्। लवणस्य भावः इत्युक्ते क्षारं, साल्टि इति अर्थः अस्ति, किन्तु लोके लावण्यम् इति शब्दस्य अर्थः तु सौन्दर्यम्। इत्युक्ते अनयोः द्वयोः इत्युक्ते कुशलः अथवा लावण्यम् एतादृशेषु पदेषु रूढार्थः एव बलवान् भवति, रूढार्थः बलीयान् भवति इति अर्थः अस्ति। अपि च कुशलस्य भावः कौशलम्, निपुणस्य भावः नैपुण्यम्। निपुणः इत्युक्ते प्रवीणः, प्रवीणस्य भावः प्रावीण्यम्। एतानि सर्वाणि तद्धितप्रत्ययान्तपदानि. भवन्तः सर्वे अस्य अभ्यासस्य प्रसङ्गे इतोपि चिन्तनं कुर्वन्तु, समयाभावात् समापयितुं न शक्यते. अग्रिमे सप्ताहे वयं पुनः मिलित्वा अस्मिन् प्रसङ्गे चिन्तनं करिष्यामः. अपि च अत्र एकः श्लोकः अस्ति, भवन्तः सर्वे जानन्ति एव, कस्तूरीतिलकं ललाटफलके इति श्लोकः अस्ति, तस्मिन् प्रसङ्गे अपि चिन्तनं कुर्वन्तु. किन्तु श्लोके किञ्चित् काठिन्यमस्ति, बहूनि पदानि समस्तपदानि, सप्तमीविभक्त्यन्तरूपाणि बहूनि सन्ति अस्मिन् श्लोके. श्रीकृष्णः कुत्र कुत्र किं धरति इति अत्र दत्तमस्ति. अस्मिन् प्रसङ्गे चिन्तनं कुर्वन्तु. अग्रिमे सप्ताहे पुनः मिलित्वा चिन्तनं करिष्यामः. सर्वेषां धन्यवादाः.